पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 70 पार्वत्युवाच यदा कर्णनमेदस्य यो वा पारिषदाः प्रभोः तदहं श्रोतुमिच्छामि कथयस्व दयानिधे ईश्वर उवाच राधया सह गोविन्दं स्वर्णसिंहासने स्थितं पूर्वोक्तरूपलावण्यं दिव्यभूषाम्बरस्रजं त्रिभङ्गीमञ्जुसुस्निग्धं गोपीलोचनतारकं तद्बाह्ये योगपीठे च स्वर्णसिंहासनावृते प्रत्यङ्गरभसा वेषा प्रधाना कृष्णवल्लभाः ललिताद्या प्रकृत्यांशा मूलप्रकृतिराधिका सम्मुखे ललिता देवी श्यामला वायुकोणके उत्तरे श्रीमती धन्या ऐशान्यां श्री हरिप्रिया विशाखा च तथा पूर्वे शैव्या चाग्नौ ततः परं पद्मा च दक्षिणे पश्चान्नैहृदे क्रमशस्थिताः योगपीठे केसराग्रे चारुचन्द्रावधिप्रिया अष्टौ प्रकृतयः पुण्याः प्रधाना कृष्णवल्लभाः प्रधानप्रकृतिस्त्वाद्या राधा चन्द्रावली समा चन्द्रावली चित्ररेखा चन्द्रा मदनसुन्दरी प्रिया च श्रीमधुमती चन्द्ररेखा हरिप्रिया षोडशाध्याः प्रकृतयः प्रधाना कृष्णवल्लभाः वृन्दावनेश्वरी राधा तथा चन्द्रावलीप्रिया अभिन्नगुणलावण्य सौन्दर्याश्चारुलोचनाः मनोहरा मुग्धवेषा किशोरी वयसोज्ज्वलाः अग्रेतनास्तथा चान्या गोपकन्या सहस्रशः शुद्धकाञ्चनपुञ्जाभा सुप्रसन्ना सुलोचनाः तद्रूपहृदयारूढास्तदाश्लेष समुत्सुकाः श्यामामृतरसे मग्ना स्फुरत्तद्भावमानसाः नेत्रोत्पलार्चिते कृष्णपादाब्जे पिदचेतसः श्रुतिकन्यास्तदो दक्षे सहस्रायुध संयुताः जग्मुग्धी कृताकारा हृद्वर्तिकृष्णलालसाः नानासत्त्वस्वरालापमुग्धीकृतजगत्त्रयाः तत्र गूढरहस्यानि गायन्त्यः प्रेमविह्वलाः देवकन्यास्तदस्सव्ये दिव्यवेषारसोज्ज्वलाः नाना वैदिग्ध्यनिपुणा दिव्यभावभरान्विताः सौन्दर्यादिशयेनाढ्याः कडाक्षादिमनोहराः निर्लज्जास्तत्र गोविन्दे तदङ्गस्पर्शनोद्यताः तद्भाव मग्नमनसस्मितसाचि निरीक्षणाः मन्दिरस्य ततो बाह्ये प्रियया विशदावृते समानवेषवयसः समानबलपौरुषाः समानगुणकर्माणः समानाभरणप्रियाः समानस्वरसङ्गीतवेणुवादनतत्पराः श्रीधामा पश्चिमे द्वारे वसुधामा तथोत्तरे सुधामा च तथा पूर्वे किङ्किणी चापि दक्षिणे तद्बाह्ये स्वर्णपीठे च सुवर्णमन्दिरावृते स्वर्णवेद्यन्तरस्ते तु स्वर्णाभरणभूषिते स्तोककृष्णम् सुभद्राद्यैर्गोपालैरयुधायुधैः शृङ्गवीणा वेणुवेत्रवयोवेषा कृतिस्वरैः तद्गुणध्यानसंयुक्तैर्गायद्भिरपि विह्वलैः क्षरत्ययोभिर्गोविन्दैरसङ्ख्यातैरुपावृतम् तद्बाह्ये स्वर्णप्राकारे कोटिसूर्यसमुज्ज्वले चतुर्दिक्षु महोद्यानं मञ्जुसौरभमोहिते पश्चिमे सम्मुखे श्रीमत्पारिजातद्रुमाश्रये तदधस्तु स्वर्णपीठे स्वर्णमण्डनमण्डिते तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले तत्रोपरि परानन्दं वासुदेवं जगत्प्रभुं त्रिगुणातीतचिद्रूपं सर्वकारणकारणम् इन्द्रनीलकनश्यामं नीलकुञ्चिदकुन्तलं पद्मपत्रविशालाक्षं मकराकृतिकुण्डलं चतुर्भुजं तु चक्रासि गदाशां काम्बुजायुधम् आद्यन्तरहितं नित्यं प्रधानं पुरुषोत्तमं ज्योतिरूपं महद्धामपुराणं वनमालिनं पीताम्बरधरं स्निग्धं दिव्यभूषणभूषितम् दिव्यानुलेपनं राजचित्रिताङ्कमनोहरं रुक्मिणी सत्यभामा च नाग्नजिदी सुलक्षणा मित्रविन्दानुविन्दा सुनन्दा जाम्बवदी प्रिया सुशीला चाष्टमहिला वासुदेवप्रियास्ततः उद्भ्राजिताः पारिषदा हृदयोर्भक्तितत्पराः उत्तरे सुमहोद्याने हरिचन्दनसंश्रये तत्राधस्तु स्वर्णपीठे मणिमण्डपमण्डिते तन्मध्ये हेमनिर्माणदले सिंहासनोज्ज्वले तत्रैव सहरे वत्या संकर्षणहलायुधम् ईश्वरस्य प्रियानन्दमभिन्नगुणरूपिणं शुद्धस्फटिकसङ्काश्यं रक्ताम्बुजदलेक्षणं नीलपट्टधरं स्निग्धं दिव्यभूषास्रगम्बरम् मधुपाने सदासक्तं मधुकूर्णितलोचनं प्रवीरदक्षिणे भागे मञ्जुनाभ्यन्तरस्थिते सन्तानवृक्षमूले तु मणिमन्दिरमण्डितं तन्मध्ये मणिमाणिक्य दिव्यसिंहासनोज्ज्वले प्रद्युम्नं च रतिदेवम् तत्रोपरि सुखस्थितं जगन्मोहनसौन्दर्यसारश्रेणी रसात्मकम् असिताम्भोजपुञ्जाभमरविन्ददलेक्षणं दिव्यालङ्कारभूषाभिर्दिव्यगन्धानुलेपनं जगन्मुग्धीकृताशेष सौन्दर्याश्चर्यविग्रहं पूर्वोद्याने महारण्ये सुरद्रुमसमाश्रये तत्राधस्तु स्वर्णपीठे हेममण्डपमण्डिते तस्य मध्ये स्थिरे राजदिव्यसिंहासनोज्ज्वले दिव्योषया समं श्रीमदनिरुद्धं जगत्पदिं सान्द्रानन्दघनश्यामं सुस्निग्धं नीलकुन्तलम् शुभ्रून्नतलता भङ्गीं सुकपोलं सुनासिकं सुग्रीवं सुन्दरं वक्षो मनोहर मनोहरं किरीटिनं कुण्डलिनं कण्डभूषा विभूषितं मञ्जुमञ्जीरमाधुर्याददिसौन्दर्यविग्रहम् प्रिय भृत्यगणाराध्यं यत्र सङ्गीतकप्रियं पूर्णब्रह्म सदानन्दं शुद्धसत्त्वस्वरूपकं तस्वोर्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम् अनादिमादिचिद्रूपं चिदानन्दं परं विभुम् त्रिगुणातीतमव्यक्तं नित्यमक्षयमव्ययं समेकपुञ्जमाधुर्य सौन्दर्यश्यामविग्रहं नीलकुञ्जित सुस्निग्ध केशपाशादिसुन्दरम् अरविन्ददलस्निग्ध सुदीर्घ चारुलोचनं किरीट कुण्डलोद्गण्ड शुद्धसत्त्वात्मभिर्वृतम् आत्मा रामैश्च चिद्रूपैस्तन्मूर्तिध्यानतत्परैः हृदयारूढ तद्यौनैर्नासाग्रण्यस्तलोचनैः क्रियते कैदुकी भक्तिकायहृद्वृत्तिभाषितैः तत्सव्ये यक्षगन्धर्वसिद्धविद्याधरादिभिः सुकान्तैरप्सरसङ्खैर्नृत्यसङ्गीततत्परैः तदङ्गभजनं कामं वाञ्छद्धिकृष्णलालसैः तदग्रे वैष्णवैः सर्वैश्चान्तरिक्षे सुखासने प्रह्लादनारदाद्यैश्च कुमारशुकवैष्णवैः जनकाद्यैर्लसद्भावैर्हृद्बाह्यस्फूर्तितत्परैः पुलकाकुलसर्वाङ्गैः स्फुरत्प्रेम समाकुलैः रहस्यामृतसंसिक्तैरर्थ युग्माक्षरो मनुः मन्त्रचूडामणिप्रोक्तसर्वमन्त्रैककारणं सर्वदेवस्य मन्त्राणां कैशोरं मन्त्रहेतुकं सर्वकैशोरमन्त्राणां हेतुश्चूडामणिर्मनुः जपं कुर्वन्ति मनसा पूर्णप्रेमसुखाश्रयाः वाञ्छन्ति तत्पदाम्भोजे निश्चलं प्रेमसाधनं तद्बाह्ये स्फटिकाद्युच्च प्रावारे सुमनोहरे कुङ्कुमैस्थितरक्ताद्यैश्चतुर्दिक्षु समाकुलैः शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वारपालकम् शङ्खचक्रगदापद्मकिरीडादिविभूषितं रक्तं चतुर्भुजं पद्मशङ्खचक्र प्रगदायुधम् किरीडकुण्डलोद्दीप्तद्वारपालकमुत्तरे गौरं चतुर्भुजं विष्णुं शङ्खुचक्रगदायुधं किरीडकुण्डलाद्यैश्च शोभितं वनमालिनं पूर्वद्वारे द्वारपालं गौरं विष्णुं प्रकीर्तितं कृष्णवर्णं चतुर्बाहुं शङ्खचक्रादिभूषणम् दक्षिणद्वारपालं तु श्रीविष्णुं कृष्णवर्णकं श्रीकृष्णचरितं ह्येदध्यः पठेत् प्रयतशुचिः शृणुयाद्वापि यो भक्रिया गोविन्दे लभदे रतिम् इति श्रीपद्मपुराणे पादालखण्डे कृष्णचरिते सप्ततितमोऽध्यायः ॐ